अपि श्रूयते वा? सर्वेभ्यः श्रूयते. समासचिन्तनवर्गे सर्वेषां स्वागतम्. प्रवर्तमानसूत्रमस्ति षष्टिनिषेधकसूत्रं. तेन च पूजायां तस्मिन् मतिबुद्धिपूजाभ्यर्थश्च इति सूत्रेण या षष्टिः प्राप्ता तस्य निषेधः भवति तेन च पूजायाम् इति सूत्रेण इत्येव सारांशः अस्ति. तत्र मतिबुद्धिपूजाभ्यर्थश्च अत्र च पदं वर्तमानार्थे यत्र ताप्रत्ययस्य उपयोगं भवति तत्र च अदि मतिबुद्धिपूजा अर्थ इति मध्यर्थ बुद्ध्यर्थ पूजार्थ एतेषां ताप्रत्ययविग्रहधातूनां वर्तमानार्थे षष्टिनिषेधं भवति. तस्य कर्तृ यदा कृत्प्रत्ययं भवति चेत् कर्तृकर्मणो कृति इति सूत्रेण षष्टिविहिता भवति. किन्तु साधारणरीत्या तत्र तु न लोकाव्ययनिष्ठा कर्तृणाम् इति सूत्रं बाधयति तस्य षष्टिविधानार्थम् इति कृत्वा षष्टिविहिता न भवति. तत्र यदा षष्टिः न लोकाव्ययनिष्ठा कर्तृणाम् इति सूत्रेण षष्टि निषेधकः भवति. किन्तु तस्य च वर्तमाने एवं न मतिबुद्धिपूजातेभ्यः इति सूत्रद्वयं स्वीकुर्मः चेत् मत्यर्थः पूजार्थः बुद्ध्यर्थः ताप्रत्ययानां वर्तमानार्थे भवति चेत् तत्र षष्टिः कर्तुः षष्टिः भवति. तादृशकस्त अवसरे कर्तुः षष्टिः अस्ति तान्तरूपम् अस्ति यस्य मति बुद्धि पूजार्थ अस्ति वर्तमान अर्थेपि अस्ति चेत् तत्र षष्टिः इति साध समाससूत्रेण षष्टिसमासः भवति वा इति प्रश्नः उदेति. यदि षष्टिसमासः विधीयते षष्टिः इति सूत्रेण तस्य निषेधार्थम् अस्ति एतत् सूत्रं तेन च पूजायाम् इति सूत्रं. तदेव तत्र मुख्यविषयमस्ति. तस्मिन् उदाहरणं पश्यामः तदनन्तरं स्पष्टं भवति. तत्र राजां मतः इति आरभ्य भगिनी पठति वा? अस्तु महोदय. राज्ञां मतः. यथा राज्ञां मतः, मतः इति तप्रत्ययान्तशब्दः इच्छार्थे अस्ति. मन् इति धातुतः तप्रत्ययस्य विधानं मतिबुद्धिपूजार्थेभ्यश्च इति सूत्रेण भवति. अतः मतः इति रूपं निष्पन्नं भवति. मतः इति तप्रत्ययान्तस्य राज्ञाम् इति षष्ट्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति षष्टी इति सूत्रेण. परन्तु तस्य निषेधः क्रियते तेन च पूजायाम् इति सूत्रेण. अतः राजमतः इति षष्टी तत्पुरुषसमासः न भवति. व्यस्तप्रयोगः एव करणीयः राज्ञां मतः इति. मतः इति तप्रत्ययान्तशब्दः मन् धातोतः विधीयते. मन् मतः इति अर्थः मतिपूजार्थे मतिबुद्धिपूजार्थेभ्यश्च इति सूत्रेण तप्रत्ययः विधानं भवति. मतिबुद्धिपूजार्थेभ्यश्च इति सूत्रं इति सूत्रेण यः तप्रत्ययः विधीयते धातोः कृते तत् धातोः तप्रत्ययान्तशब्दः वर्तमानकाले अस्ति, वर्तमानकाले भवति. वर्तमानकाले भवति चेत् अत्र राज्ञां मतः इति, मतः इति शब्देन तप्रत्ययान्तशब्देन राज्ञाम् इति षष्ट्यन्तबहुवचनपदम् अस्ति. राज्ञाम् इति षष्ट्यन्तपदं कथं षष्ट्यन्तं भवति इति महोदयेन इदानीम् उक्तं. राज्ञां मतः इति पदेन शुड् देट् बि सेड् आर् राज्ञाम् इति दत्तमस्ति तदपि पठतु. ओके, परिच्छेदद्वयं पठित्वा तदनन्तरं वदतु. परिच्छेदद्वयं तत्र तच्च वर्तमाने इति अग्रिम परिच्छेदे अस्ति न, तदपि पठित्वा. ओके, अत्र प्रश्नः उदेति यत् मतः इति तप्रत्ययान्तस्य योगे षष्ठी विभक्तिः कथं प्राप्यते इति. कर्तृकर्मणोः कृति इति सूत्रेण कृत्योगे अनुक्तकर्तुकु अनुक्तकर्मणः च षष्ठी विधीयते इति जानीमः. किन्तु न लोकाव्ययनिष्ठा कलर्तॄणाम् इति ल उ उक अव्ययनिष्ठा कलर्ततृन् इति एतेषां प्रयोगे षष्ठीविभक्तिः न भवति इति सूत्रं वदति. ठ तवतु निष्ठा इति सूत्रेण तश्च तवतुश्च प्रत्ययौ निष्ठासंज्ञौ भवतः. न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रे निष्ठा इत्यनेन तवत्योः ग्रहणं भवति. कर्तृकर्मणोः कृति इति सूत्रेण तप्रत्ययस्य योगे अनुक्तकर्तुः अनुक्तकर्मणः च या षष्ठी प्राप्ता अस्ति तस्य निषेधः भवति न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रेण. अत्र तप्रत्ययस्य योगे षष्ठी न प्राप्यते एव. तर्हि कथं षष्ठी तत्पुरुषसमासः जायते? अत्र उच्यते यत् तस्य च वर्तमाने इति सूत्रेण तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिः भवति. अर्थात् वर्तमानार्थस्य तस्य योगे षष्ठी स्यात्. इदं सूत्रं न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति निषेधस्य अपवादः. यथा राज्ञां मतः, राज्ञां बुद्धः, राज्ञां पूजितः. न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रेण प्रतिषेधः प्राप्ते पुनः षष्ठी विधीयते तस्य च वर्तमाने इति सूत्रेण. तस्य च वर्तमाने इति सूत्रं न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रस्य अपवादः अस्ति. अस्तु महोदय, राज्ञां मतः इति उदाहरणं. मतः इति मतिबुद्धिपूजार्थेभ्यश्च इति सूत्रेण मतः इति तप्रत्ययान्तशब्दः वर्तमानकाले अस्ति इति सूत्रं वदति. मतिबुद्धिपूजार्थेभ्यश्च मतिबुद्धि वर्तमानकाले अस्ति तप्रत्ययः कृत् शब्दः मतः इति कृतन्तशब्दः इत्यनेन तस्य कर्तृकर्मणो कृति इति सूत्रेण अनुक्तकर्ता अथवा अनुक्तकर्म अस्ति चेत् कृदन्तपदेन अनुक्तकर्ता अथवा अनुक्तकर्म अस्ति चेत् षष्ठीविभक्तिः भवति इति कर्तृकर्मणोः कृति इति सूत्रं वदति. अत्र मतः इति कृतन्तपदं मतः इति कृतन्तपदेन राजा इति अनुक्तकर्ता इति कारणेन राज्ञः अर् बहुवचनम् अस्ति चेत् राज्ञाम् इति भवति विधीयते, षष्ठी विधीयते. परन्तु न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रेण यत् कृदन्तशब्देन षष्ठी विभक्तिः भवति तत् निषेधं भवति न लोकाव्ययनिष्ठा कलर्ततॄणाम् इति सूत्रेण. अत्र निष्ठा इति पदं तप्रत्ययान्तशब्द सूचितं भवति. निष्ठा इति सूत्रे उक्तत्वात् निषेधं भवति, षष्ठीविभक्तिः निषेधं भवति. तत् निषेधसूत्रस्य निषेधं भवति तस्य च वर्तमाने इति सूत्रम् अस्ति. तस्य च वर्तमाने इति सूत्रं तप्रत्ययः वर्तमानकाले अस्ति चेत् निषेधं नास्ति, निषेधस्य निषेधं भवति इति सूत्रं वदति. तस्य च वर्तमाने इति सूत्रं तत्कारणेन पुनर्विधानं भवति. अनुक्तकर्ता अत्र षष्ठीविभक्तिः जायते. तदेव राज्ञां मतः इति उदाहरणम् अस्ति. राज्ञां मतः इति पदस्य कृते न समासः निषेधः समासः भवितुम् अर्हति षष्ठी इति समाससूत्रेण, परन्तु वट् इस् दट् सूत्र तेन च पूजायां, तेन च पूजायाम् इति सूत्रेण षष्टिसमासस्य निषेधं क्रियते. सो अत्र एकः प्रश्नः भगिनि, यदि मम विवक्षा वर्तमानकाले नास्ति तत्तव तु भूतकालस्य अस्ति इति सर्वे जानीमः. यदि भूतकाले अर्थे अस्ति चेत् किं भवति? भूतकाले भूतकाल अर्थि अस्ति चेत् तेन कर्तृकर्मणो कृति इत्यनेन षष्ठी विधीयते. न लोकावयनिष्ठा कलर्थतृणाम् इति सूत्रेण षष्ठीनिषेधं क्रियते, परन्तु तस्य च वर्तमाने डसन्ट् अप्लै, प्रसक्तिः नास्ति. सो निष्ठा इति निषेधं क्रियते, निष्ठा इत्यनेन लैक् न लोकाव्ययनिष्ठा कलर्थतृणाम् इत्यनेन अनुक्तकर्ता अनुक्तकर्म षष्ठी न भवति. देन् कर्तृकरणयो श्रुति इत्यनेन अनुक्तकर्ता तृतीया एव भवितुम् अर्हति, देन् तृतीया तत्पुरुषसमासः भवितुम् अर्हति. सम्यक्. तत्र राजैः मतः भवति न, नाट् राजैः, वाट् इस् दट्, राज्ञा राजभ्यां राजभिः राजभिः बट् पूज पूजित धातु इट्सेल्फ् इस् विल् गेट् ओन्ली वर्तमानकाल ऐ थिङ्क् वर्तमानकाले इति नास्ति, सर्वदा वर्तमानकाले अस्ति इति नास्ति. विवक्षा वक्तुः विवक्षा अस्ति न, इति तृतीया कर्तुः तृतीया अस्ति, कर्तृपदं तृतीया अस्ति, तत्र पूजिता इति वर्तमानार्थे नास्ति. बालेन पूजितः इति अस्ति, श्रूयते बालेन पूजितः, राजापदं बहु कष्टमस्ति इति कृत्वा त्यजामः. बालेन पूजितः इति, तत्र बालेन इति तृतीयान्तम् अस्ति यत् वदति निष्ठा पूजितः इति निष्ठा भूतकालार्थे एव अस्ति इति. नो महोदय, यदि पूजित पूज धातु इट्सेल्फ इज ऑलवेज इन द सेंस ऑफ मति बुद्धि पूजार्थेभ्यश्च न, मधिबुद्धिपूजाभ्यर्थे वर्तमानकालार्थे ता प्रत्ययः विधीयते. यदि किन्तु ता प्रत्ययस्य द नार्मल् थिङ्ग् ता प्रत्यय गतः पूजितः पठितः सर्वत्र भूतकालार्थे एव अस्ति न. For all the other dhatus, yes. But mati buddhi pujarte bhi. No, mati buddhi pujarta is, no, Usha Bhagini, mati buddhi pujabhyarta cha is a special vidana when we want a vartamana kala arte ta prateya prayoga. We can make not, it vartamana kala, yeah. Yeah, not as a default. Not as a default, default ta, the default is of nishtha. Default is ta tavadu nishtha bhutakale arthe. Yeah. Gataha, patitaha, pujitaha. Bhutakale arthe asti. Yada bhutakale arthe asti chet, anukta kartaha tridiya bhavati, kartra karano tridiya iti sutrena. Right. But yadi विवक्षा अस्ति वर्तमानकालार्थे प्रयोगं कर्तुम् इच्छन् चेत् तत्र किं करोति, तस्य कृते केवलं मतिबुद्धिपूजार्थेभ्यश्च इति सूत्रे पूजितः इति उक्तत्वात् तत् तस्य वर्तमानकालार्थं भवति. यदि मदिबुद्धि पूजाभ्यर्थ पठितः इति पठम् पूजिता इति मदिबुद्धि पूजाभ्यर्थस्मिन् न आयाति न इट् डजन्ट् कम अंडर दिस ग्रुप बट् देर् आल्सो इफ् इट् इस् इफ् यु वाण्ट् द वर्तमानार्थे तस्य च वर्तमाने इति सूत्रेण वर्तमानकाल विहितः भवितुम् अर्हति. No, no, तस्य च वर्तमाने इस् ओन्लि गिविङ्ग् षष्ठी विभक्ति महोदय. या षष्ठी विभक्ति भवति फोर् तस्य षष्ठी विभक्ति सि वर्तमान तस्य वर्तमानार्थे अस्ति चेत् षष्ठी भवति इति उच्यते. षष्ठी विभक्तिः भवति फार् द अनुक्तकर्ता द अनुक्तकर्म. तत्र सो वाट् हेपन्स् टु कर्ता वि विल् डिसैड् लेटर्. ओ या देन् वी केन् मेक् द समास आर् नाट् डिपेण्डिङ्ग् आन् what it is. Yeah, right. So the basic thing is ta pratyaya by default is bhutakala arthe. And in the bhutakala arthe ta pratyaya is used kartra karmano kriti na lokavya nishta kartatranam badagam kritva shashti na bhavati. Yadi shashti na bhavati kartu karmano tritiya iti sutrena karta tritiya bhavati kartra karmano tritiya. Right, that is one. Now, we are not going to samasa now. Okay, so one is the tritiya in the bhutakala arthe. Tritiya karta and bhutakala artha ta pratyaya. Now, we want to use the ta pratyaya in the vartamana arthe. So, tasya cha vartamane sutrena vartamana kale yadi ta pratyayam bhavati chet tatra कर्तुः तृतीया न भवति षष्टी भवति इति सूत्रं वदति. तस्य च वर्तमाने इति सूत्रं तत्समये किं भवति वर्तमानकालार्थे क्ता अस्ति पठितः पूजितः गतः निद्रितः खादितः किमपि अस्ति तत्र तस्य च वर्तमाने इति सूत्रेण न पठितः अण्ड् आल् देट् केनाट् कम् इन् वर्तमानकाल अट् आल् तस्य च वर्तमाने तस्य च वर्तमाने नो महोदय दट्स् मै अण्डर्स्टाण्डिङ्ग् वर्तमानार्थे ओन्लि सर्टन् धातुस् केन् गेट् वर्तमानार्थे दट् इस् ओन्लि मति बुद्धि पूजार्थेभ्यः बट् पठितः इस् आल्वेस् गोयिङ्ग् टु मीन् ओन्लि भूतकाल. सी वाट् डस् दिस् से इट् सेस् द पास्ट् पार्टिसिपल् एण्डिङ्ग् त वेन् यूस्ड् इन् द सेन्स् आफ् प्रेसेण्ट् टेन्स् नितः is used in the genitive 6 cases. Usha Bhagini's argument is correct. Satra hasitam, dekho. Shastrasya hasitam. Right? Mayurasya nittam. Kokilasya vyasastam. These are the udaharanas. So where is the Madhibuddhi Pujabhyartha in this one? Nittam. इति प्रतिषेधे प्राप्ता पुनः षष्टि विद्यते तस्य च वर्तमाने इति प्रयोगे भवति राज्ञां मतः राज्ञां बुद्धः राजां पूजितः तस्य च किम् ओदनं पाचमानः वर्तमाने इति किं ग्रामं गतः वर्तमाने इति किं ग्रामं गतः तथा मदिबुद्धि पूजाभ्यर्थेभ्य आयाति वा ग्रामं गतः नो न बट् वर्तमाने इति किम् इस् आन्सर् इस् गिवन् ग्रामं गतः इस् वर्तमानार्थे अस्ति रैट् नो महोदय दिस् इस् तस्य च वर्तमाने इत्यनेन तस्य च वर्तमाने इस् ओन्लि डूयिङ्ग् षष्टि विभक्ति विधानम् It is not talking about Vartamana Kala Arthe. Tasya cha Vartamane... Usha Bhagini, how can you give a Shashti if the Vartamana Kala Artham is not used in Dakta Pratyaya? Let's the condition for Shashti... The Shashti condition itself is that only if it is in the Vartamana Kala Arthe. Right? If it is not Vartamana Kala Arthe, it has to take Tridiya. That's what I thought, yes. Then what happens is that there are two sutras like Nitahattaha and Madhibuddhi Pujabhyartyabha. Okay. These are also in these special cases also what happens is that cha is the padam is there, you know, in this one. What happens there? In that case, indi sarte also vartamana kalarte shashti vigda bhavati iti. Is used in the genitive sixth case. Okay. Why we say ta? We observe odanam pachamanaha. Rice is cooked. Rice is cooked. Why do you say when denoting the present tense, observe gramam gataha, gone to the village. Right? When used as abstract neuter nouns, the past participles are used with the genitive. Mayurasya nrittam, dancing of a peacock. Shastrasya hasitam, the laughter of a student. Kokirasya vyutam, the screaming of a cuckoo. When, however, the agent is desired to be particularized, the instrumental case is employed as rasprena sahichitam. So, hasitam. It is not, okay. So that is clear now? Okay, Mohdaya, but I will keep it for now and I will also read it more. No, what my understanding is that tasyacha vartamane sutram kim vadati yatra pashyatu. Because tasyacha vartamane is under kartrukarmanokriti. Kartrukarmanokriti iti sutrena kim vadati shashti vihita bhavati. Upaya prapto karmani iti asti. Okay. Na lokavya nishtha kalpitranam padagam asti. Yeah. It's all shashti vibhakti hi badanam or vidhanam. No, either upaya prapto karmani, tasya cha vartamane is coming after that. Adhikarana vajinascha, tatravi, same this thing, the next sutra which we are going to study is also same thing, shashti vidhana. All these places when shashti is being defined, that na lokavya nishtha kalpitranam is a nisheda sutra. Badagam. Yeah. Right? Yeah. So, tatra, then it is goes to the tritiya. So, what is that? In the vartamana arte, tapratyam bhavati chet, doesn't say that, see, this sutra doesn't have, see, tasya cha vartamane, shashti anabhide, anukte shashti bhavati, tasyasya padasya, tapratyasya, vartamana arte, is the meaning, doesn't qualify any restriction that is pujita only or madi. No, this doesn't that do that. That is because of this pudha. This putra only says that. The state, the one that gives that only to those dhatus, I thought. So, right. You are saying but here, this is the Utsarga Sutra. Yes. At another way, gramam gataha, how can you say that in which sutra does it fall? Gataha iti vartamanartham. And say, Mayurasya Nrittam, Tatra Shashti Bhavidana, dancing of the peacock. Shastrasya Hasitam, Tatra Hasa Dhatvasti. Na Nrittam, Madhibuddhi Puja Abhyartha, it doesn't come that, right? Mm-hmm. But if it is not Vartamanarte, Tatra Tu Tritiya Bhavati. If it is in Bhuta, normal Tapra Pratyaya Asti Che, Tritiya Bhavati. That is what it is, now we have to understand. There is a Utsarga Sutra which says, Tasya Vartamanarte Cha Shashti Bhavati Iti. Anukte. Yeah. Right? Yeah, Anukta Karta Shashti Bhavati. वर्तमानार्थे तप्रत्ययस्य भवति तस्य च वर्तमाने इत्यनेन वर्तमानकालार्थे तप्रत्ययः विधीयते चेत् अनुक्तकर्ता षष्टि विभक्तिः भवति तत्र अधोभागे दत्तम् अस्ति न तस्य च वर्तमाने तत् पठतु किं वदति तस्य वर्तमानकालविहितस्य प्रयोगे षष्टि विभक्तिः भवति इदं सूत्रं न लोकाभिनिष्ठकलर्तृणाम् इति सूत्रस्य अपवादः ओके दट् इस् अण्डर्स्टाण्डबल् तस्य षष्ट्यन्तं च अव्ययपदं वर्तमाने सप्तमीयन्तं षष्टिशेषे इत्यस्मात् षष्टि इत्यस्य अनुवृत्तिः ओके, अनभिहिते इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वर्तमाने तस्य च षष्ठी अनभिहिते, यथा राज्ञां मतः अत्र एक्साम्पल्स् आर् गिवन् ओन्ली फार् मति बुद्धि. यथा राज्ञां मतः, राज्ञां बुद्धः, राज्ञां पूजितः, तस्य च वर्तमाने इति सूत्रं न लोकाभयनिष्ठाकर्तृणाम् इति सूत्रस्य अपवादः. ओके, सो तस्य च वर्तमाने डजन्ट् से वर्तमानकालनिहितस्य तस्य तत्प्रत्ययस्य प्रयोगे षष्ठी विभक्ति भवति इति एव केवलं वदति सूत्रम्. There is no saying that Poojita should be always in Vartamana. Right? No, no, that is not saying that. This sutra is not saying that. But yeah. Mati Buddhi Pooja Arte Vyascha Sutram, Mati Arte, Buddhi Arte and Pooja Arte Vartamana. Tat kim vadati? Vartamana Kale Bhavati. Vartamane Mati Buddhi Pooja Vyascha Dhatubhya Kritkta Pratiha Parascha iti sutram. तत्र एव किं वदति, तत्रापि वर्तमानकालार्थे यत् पूजिता इति भवति चेत् तत्र धातुभ्यः क प्रत्ययः परश्च भवति इति अस्ति तत्र. एतत् अर्थेभ्यः च धातुभ्यः वर्तमानार्थे त प्रत्ययः भवति. सो ऐ थाट् सो दीस् वुड् गेट् ओन्ली वर्तमानकालार्थे. सो एनी त प्रत्ययः फार् दीस् kind of artha dhatus will get only vartamana kala arthe. Okay, that time. No. Vivaksha. There is a vivaksha and there is something called normal view. Yeah, that is true. Yeah. Default is there and then... This sutram is for vivaksha when the vartamana arthe we want to use desired, that. Yeah. Then we have to imply these sutras and use it. But that also says that you cannot use Tritiya for the Karta, you have to use Shashti for the Karta. Shashti, then only it will indicate the Karta. It will indicate, it will indicate, right. Then it is in Vartamana Kala, Te Iti Suchayati. Yadi Tritiya Bhavati Te Tatra Kartra Karano Krita Bhavalam Iti Sutrena Tritiya Tatpurusha Samasa Bhavati. यदि षष्टिविहानं भवति चेत् तत्र समासः निषेधं भवति तेन च पूजायाम् इति सूत्रेण. महोदय, किमर्थं सूत्रद्वयम् अस्ति, मतिबुद्धि मतिबुद्धि अगेन् युर् सेङ्ग् मतिबुद्धिपूजाभ्यश्च तत्र किं वदति, तस्य च वर्तमाने तस्य अनुवृत्ति अस्ति मतिबुद्धिपूजाभ्यर्थस्य. तत्र पश्यतु, वर्तमाने इति अनुवृत्ति अस्ति न, मतिबुद्धिपूजार्थेभ्यः धातुभ्यः वर्तमाने कृत् तप्रत्ययस्य परश्च भवति इति. बट् दिस् वर्तमान अनुवृत्ति इस् नाट् फ्रम् दट् सूत्र. नो नो, तत् वर्तमाने लट् इति अस्ति. From Vartamane, you get the Vartamane, iti word comes for the Anuvritti Saita Sutram. Mati Buddhi Puja Tebhyascha is only saying Vartamana Kalarte, these dhatus can come. Yes. Yeah. Tapratyaya can be used in Vartamana Arte, that's all. Vartamana Arte for these dhatus. Yes. And the default is always there, like Mahodaya said, it is going to be in past tense also. If I see the karta along with it is in third case. Yes. If the karta is in the third case, then we should know that. Then it is in the normal default. It is Bhutakalarthe. Bhutakalarthe. Yeah. If the karta is in Shashti, when ta pratyaya is there, then it is in Vartamana. Pacha? Give an example. Third case. रामः शिवः पूजितः, रामेण शिवः पूजितः, राइट? दिस् इस् अ नार्मल् यूसेज्, रामेण शिवः पूजितः, विच् इस् इन् भूतकालार्थे. राम वदतु उषा भगिनी, रामेण शिवः पूजितः, दिस् इस् वर्तमानकालार्थे. वर्तमानका दिस् इस् लेट् मी रामेण शिवः पूजितः इत्यस्य कृते पूजितः वयं मेन अस्माभिः गन्तव्यं पूजितः इति भूतकालार्थे अस्ति यतोहि कर्ता राम इति रामेण इति दत्तं रामेण शिवः पूजितः शिवः इति कर्मपदम् पूजितः इति तप्रत्ययान्तपदं तप्रत्ययान्तपदेन कर्म एव उक्ता भवति अत्र कर्मपदम् इति यत् पदं प्रथमाविभक्तिः अस्ति तत् पदम् उक्ता भवति तप्रत्ययान्तेन तप्रत्ययान्तेन शिवः पूजितः इति दत्तं सो शिवः इति कर्मपदं प्रथमाविभक्तौ रामेण रामः इस् द कर्ता फार् द पूजा सो दट्स् राम इस् डूयिङ्ग् द पूजा सो रामेण शिवः पूजितः रामेण शिवः पूजितः इत्यस्य कृते पूजितः अस्माभिः गन्तव्यं पूजितः इति तप्रत्ययान्तशब्दः भूतकाल अर्थे अस्ति इति यतोहि रामेण इति पदं कर्ता तृतीया विभक्ति भवति अनन्तरं द एक्साम्पल् राज् अत्र एक्साम्पल् वर्तमान अर्थे इफ् ऐ मेक् इट् पूजितः तप्रत्ययान्तपदं वर्तमानकाल अर्थे अस्ति चेत् रामेण इति नास्ति रामस्य पूजितः शिवः रामस्य शिवः पूजितः द सेण्टेन्स् वुड् बि रामस्य शिवः पूजितः यतोहि पूजितः नौ ऐ केन् अण्डर्स्टाण्ड् पूजितः इति पदेन रामस्य इति कर्ता इस् षष्ठी विभक्तिः भवति शिवः इस् स्टिल् कर्मपदं सो रामस्य शिवः पूजितः इफ् ऐ सी द सेण्टेन्स् लैक् देट् देन् ऐ शुड् नो पूजितः इति पदं वर्तमानकाल अर्थ एव भवितुम् अर्हति यतोहि रामेण इति नास्ति रामस्य इति दत्तं रामस्य इति चेत् षष्टिविभक्तिः कर्ता षष्टिविभक्तिः भवितुम् अर्हति तस्य च वर्तमाने इति सूत्रेण एव षष्टिविभक्तिः कर्ता भवितुम् अर्हति पूजितः इति पदं वर्तमानकालार्थे दत्तमस्ति चेत् एव कर्ता षष्टिविभक्ति भवितुम् अर्हति ऐ डोण्ट् नो इफ् ऐ मेड् सेन्स् पुष्पभगिनी अवगतं वा आम् आम् महोदय आम् महोदय बट् बै लुकिङ्ग् अट् दि पूजितः वि डोण्ट् नो विद् इट् इस् अ यूस्ड् इन् कर्तरि वर्तमानकाले आरभूतकाले ओन्ली नो यु डोण्ट् ओन्ली बै लुकिङ्ग् अट् द कर्ता Yeah, by looking at the... Just doing Pujitaha, if you see it alone, you cannot know whether it is a Bhutakalate or Vartamanakalate. But as a default, it is in Bhutakalate Evasti. If it is not mentioned anything, and Pujitaha, Gataha, Patitaha, Kaatitaha, Siptravi, Ta Pratyaya Bhavati Chet, Bhutakalate Eva Bhavati. Okay. Tatra Bhutakalate Anukta Karta Tridhiya Bhavati. Tridhiya Bhavati. Okay, but suppose if you are seeing Karta as a Shashti in the same combination, then we should immediately bring in that this is because of Tasya Cha Vartamane the Sutram, because of which Ta Pratyaya is Vartamanate Bhavati, Tatra Tasya Cha Vartamana Upta Bhavati, Karta Upta Bhavati, Tasya Cha Vartamana Sutrena. इति विषय इति षष्टि विधायकं भवति तस्य च वर्तमाने इति सूत्रेण ताप्रत्ययस्य वर्तमानकालार्थे विवक्षा अस्ति चेत् कर्तृपदं सर्वदा षष्टि एव कर्तृपदं सर्वदा षष्टि एव भवति दट् इस् अ कण्डिशन् नौ वि आर् नाट् गोट् इन् टु दट् समय समास भवति वा न भवति यदि तृतीया अस्ति चेत् तृतीया सत्पुरुषसमासः भवति यदि षष्टिः भवति चेत् षष्टिसमासः भवितुम् अर्हति किन्तु यदि मदि पूजार्थे अस्ति चेत् तस्य निषेधः भवति तेन च पूजायाम् इति सूत्रेण किन्तु पूजार्थे नास्ति किमपि अन्यपदमस्ति गतः ग्रामं गतः ग्रामं गतः इति नास्ति बालस्य ग्रामः गतः इति अस्ति श्रूयतु रामस्य ग्रामः गतः तत्र ग्राम बालस्य गतः इति समासः भवितुम् अर्हति बालगतः इति भवितुम् अर्हति वा इति दट् वि लेट् टु सी दट् ईस् देर् एनी निषेधसूत्र फार् दट् बिकास् षष्टि मोस्ट् आफ् दम् आर् निषेधसूत्र इवन् दो दर् इस् एन् उत्सर्गसूत्र विच् इस् षष्टि वेर् देर् षष्टि थिङ्ग् बट् वाट् हेपन्स् इस् दट् पूजार्थे अस्ति चेत् न भवति इति तेन च पूजायां सूत्रं वदति यदि पूजार्थे नास्ति अन्यर्थे अस्ति किमपि अन्यदातु अस्ति चेत् का स्थितिः महोदय वेन् यु से बालस् रामस्य ग्रामं गतः गतः इति तप्रत्ययान्तपदं कृदन्तपदं षष्टि कर्तृकर्मणो कृति इत्यनेन अनुक्तकर्ता षष्टिविभक्तिः भवति बट् न लोकाव्ययनिष्ठा कलर्ततृणाम् इत्यनेन षष्टिविभक्ति निषेधं क्रियते खलु निषेधं क्रियते इति कृत्वा षष्टि न भवति बालेन ग्रामं गतः बालेन ग्रामं गतः इत्येव भवितुम् अर्हति तत्र प्रश्न उदेति भगिनि उषा भगिनि यदि मतिबुद्धिपूजापि अर्थ वि नो द वर्ड् मति बुद्धि अण्ड् पूजार्थे षष्टि भवति चेत् तेन च पूजायां निषेधः भवति इति मै क्वश्चन् इस् दट् इट् इस् ए खादितः नौ लेट् मी टेक् ए वर्ड् खादितः रैट् इन् खादितः ऐ वाण्ट् टु यूस् इट् इन् वर्तमाने किं भवति बाल इस् द कर्ता खादितः इस् दट् ओदनम् इस् द वाट् यु काल् कर्मपदम् सो खादितः ईस् वर्तमानार्थे अस्ति ओदनं कर्मपदमस्ति बालः कर्तृपदमस्ति वाट् विल् बी द सेण्टेन्स् बालेन ओदनं खादितः रैट् वर्तमानकाले इति न नो वर्तमानकाले अर्थे चेत् बालस्य ओदनं खादितः इति भवति अस्य स्थित्यां षष्टि समासः कर्तुं शक्यते वा नो बालस्य नो दट्स् वै द तेन च ओ दट् इस् तेन च पूजायां पूजार्थ रैट् That's why, Mahodaya, I think it's, since Bhutakala Arte, you cannot get that Kathitaha in Vartamana Arte. No, why not? Tasya cha puja, tasya cha Vartamane, I can get a Vartamana Arte. Shashti Vira is teacher. No, but they don't allow Vartamana Arte for Tha Pratyanta Shabda for everything. They only, the default is Bhutakala Arte. Only for certain dhatus you get the vartamana artha but by the like sutra doesn't say that bhagini no mati buddhi sutra doesn't mati buddhi okay tasya atra pachyatu usha bhagini shastrasya hasitam hasitam iti what is that ta pratyantam asti napumsakalingam asti yeah shastrasya iti shashtyantam asti तस्य च वर्तमाने इति अनुक्तकर्तः तस्य च पूजा तस्य च वर्तमाने इति सूत्रेण षष्टिः विहिता भूत्वा शास्त्रः विकं शास्त्रस्य यदि शास्त्रस्य हसितम् इति स्थित्यौ अथवा मयूरस्य नृत्तम् इत्यादि इति तत्र मयूरनृत्तम् इति षष्टिसमासः भवितुम् अर्हति वा महोदय गो टु 3460 no 3470 tayorev krityakta kalartaha there they will say in that 3470 mahodaya okay tayorev krityakta kalartaha kritya shabdaya kritya shabda the tha shabda and kalarta shabda oh they are all in passive for that okay no that is in bhava and karma okay that vidhi vidhiyate bhava and karma not the kala okay kala arthe I'll give you in 32 you come in 32 I forgot these sutras. No, okay, but then you're showing that it is ka pratyaya is always given only in default is always only bhutakalartayam mahodaya. That's what I remember. Nishta bhute bhute and yeah 32102. Nishta nishta the it can come only under bhute. The adhikara sutra is bhute. The nishta, that is a ta tavatu nishta is a sampnya sutram. The nishta affixes come, the nishta affixes come when adhikar, what adhikarma, I don't know. Bar a fuller description what constitutes adhikarma, okay. Bhagini, in my notes, अतितः अपि उदाहरणं भवत्याः भगिन्याः दत्तं पठितः कर्म इति नोटर् नाट् कर्ता पठितः न लोक सूत्रेण नो देर् बालेन पाठः पठितः बालेन पाठः पठितः पठितः इति अत्र कर्मार्थे अस्ति कर्मार्थे गिवन् ऐ नो बट् शी सेस् यू केन् डू दिस् आल्सो दट्स् वट् ऐ रोट् डौन् हियर् डू वट् षष्टि यू केन् पुट् द कर्ता इन् षष्टि इट् इस् भूतकालार्थे देर् भगिनि नो बट् शी डिडन्ट् से इट्स् भूतकालार्थे नो नो भगिनि देर् वी वेर् ओन्ली टाकिङ्ग् अबौट् कर्मार्थे अण्ड् भावार्थे हियर् निष्ठा 32102 टेल्स् it comes only under bhute adhikara 3284 is bhute so from 3284 to 32122 the adhikara goes from bhute bhutakala arthe whatever that is there it's all bhutakala arthe bhute mahode we can ask vidya bhagini that if it can come under if all the dhatus like what you are showing Hasita and all that. Yeah, see, my only doubt was Tena cha pujayam is Shashti Nisheda Bhavati, Samasa Bhavati, Pujarte Asti Chedeva. What about Anya Dhatuna? Madhi Buddhi Puja Abhyartha, in the Puja is only one aspect of it. Matyartha, Buddhyartha, Pujartha, इति अस्ति चेत् तत्र सर्वत्र वर्तमानार्थे भवति न तस्य तत्र किं वदति सूत्रं किं वदति तत्र मति पूजितः इति षष्टि सूत्रेण परन्तु निषेधः तस्य क्रियते तेन च पूजायाम् इति सूत्रेण षष्टिभिजनं भवति अतः राजा पूजितः इति षष्टिसात्पुरुषसमासः न भवति व्यस्तप्रयोगे एव करणीयः Right? Yeah. But when Tena cha pujayam, does it include Buddha, Mati, Buddhi, Pujarte, that Anuvritti Bhavati va, Tena cha pujayam in Sutra? Oh, that, no, yeah, no? Yeah, Mahodaya, no, no, it is included. All Mati, Buddhi and Puja, all three together is what is the Tena cha pujayam. No, Anuvritti Sahita Sutra kim vatati? पूजायां षष्टि सुप् तेन सुप् सः सुप न सत्पुरुष समासः इति अस्ति नो ऐ रिमेम्बर् रीडिङ्ग् संवेद मति इस् सत्कारार्थे बुद्धि इस् आल्सो इन् द सत्कारार्थे एव्रिथिङ्ग् सो इट् इस् आल् अण्डर् पूजा मति इस् इच्छार्थे ओ मति इस् इच्छार्थे अस्तु भगिनि मति इस् इच्छार्थे बुद्ध्यर्थे एण्ड् पूजार्थे तत्र पूजायाम् इति उक्तत्व तेन च पूजायां निषेधं किं कस्य क्रियते पूजायाम् इति no, but then the examples are all राज्ञां मतः इष्टार्थे सो इट् इस् फर् आल् देट् सो तेन च पूजायाम् अप्लैस् फार् राज्ञां मतः, राज्ञां मिष्टः, राज्ञां बुद्धः, राज्ञां वाट् एवर् हि एट् संथिङ्ग् इस् देर् वाट् इस् सो मै क्वश्चन् इस् दट् हौ डस् तेन च पूजायाम् एण्ड् इस् कनेक्टेड् वित् मधुबुद्धि पूजार्थेभ्य इन् दट् आल् द बटम्स् आफ् पूजार्थे पूजार्थे एव उक्तमस्ति पूजायां डस् द वर्ड् पूजायां include madhi buddhi puja tebhyasya yes that's what she was saying that day yes Mohdaya she mentioned some word for that ichchate pujate I'm not denying that but how does that you know get populated into this sutra is what my question is but because the examples are all under that for the tenacha pujayam rajnyam mataha rajnyam ishtaha rajnyam buddhaha everything is there and no, then no, we don't are go, don't go to the examples no don't go to the examples we need the relevance in the sutra see in the sutra anuvritti sahita sutram kim badati pujayam eva asti shashti supandam tena supandena saha na tatpurusha samasa bhavati iti asti but the sentence first my sentence question says, my right? no Mohdaya, but now my question sentence. Is that does was the vaija pujayam is only pujarte va athava sarvat mati buddhi pujarte bhyasya sarvatra purva sampurna sutrasya indicator asti va iti mama prashna sampurna mahodaya because the first statement says icharte pujarte buddhyarte cha yaha prateha vidiyate tadantena subantena saha shashtyantam samartam subantam na samasyate now then my corollary is that if it is not ichharte pujarte budhyarte but ta pratyaya asti which is in vartamana kalaarte yatra shashti karta shashti vihida bhavati tatra kagadi no that's why I think the vartamana artha is only applicable to this mati buddhi pujarte then panini should not use madhi buddhi pujarte ebhyasya nishta iti sutram bhutarte eka bhavati bhagini usha bhagini my question is that if it is only for these three sutra these three words of ebhyasya vartamane then tasya cha vartamane iti sutrasya avashyaka avashyakata tasya cha vartamane न तत्र मधिबुद्धि पूजार्थेभ्यश्च तत्र च इन्स्टेड् आफ् च इन्स्टेड् आफ् यूस् वर्तमाने नो महोदय मधिबुद्धि पूजार्थेभ्यश्च इट् इस् गेटिङ्ग् द अनुवृत्ति फ्रम् वर्तमाने लट् दे डोण्ट् हेव् टु से इट् इस् वर्तमाने देर् But okay, where the Shashti Vibhakti hi, Tasya cha Vartamane is under the Shashti Vibhakti Vidhanam. Shashti Vibhakti Vidhanam, Atra they have to say, is the Ta Pratyaya is in the Vartamana Kala. Okay. Then Anuttaka Shashti Vibhakti. Agreed. Now, my question is that, then how are you linking Tasya cha Vartamane and Madhi Buddhi Puja Tebhya is coupled together because madhi buddhi pujarte vyasya is in generally default for nishta is bhutakala arte but madhi buddhi pujarte vyasya comes under vartamane so then I know for the ta pratyaya the madhi buddhi pujarte dhatus get vartamana kala arte then vartamana kala arte means then I know anukta karta or anukta karma can one the kartrikarmano kriti ityanena shashti bhavati but na loka vike nishtha kalartatranam ityanena nishedam kriyate then anantaram then tritiya eva bhavitum arhati so what would I do then they look at the sutra called tasya cha vartamane because it is along with that between kartrikarmano kriti and na loka vyaya nishtha kalartatranam so tasya cha vartamane is doing the punarvidhanam and then they see oh so okay then this can get the shashti whatever then the anukta karta can get the shashti is what then they are saying. Then they are saying, oh, that is why then the ten cha pujayam iti shashti samasa nisheda sutram kriyate iti. See, atta kashikara kim vadati न लोके अभयनिष्ठ कर्तृतृणाम् इति प्रतिषेधे प्राप्त पुनः षष्ठी विधीयते तस्य च वर्तमान काल विहितस्य प्रयोगे षष्ठी विभक्तिर् भवति चेत् he doesn't say anything. Example is given राज्ञां मदः राज्ञां मुदा पूजिता इति तस्य इति किम् तस्य इति किम् ओदनं पचमानः. There, because they are saying this is only for ta pratyanta shabda, the ta pachamana is right. Yeah, tavatu pratyaya, not tavatu, mana tavatu pratyaya, right. Shanat, okay. Shanat, yeah. Now, vartamani iti kim? Gramam gataha. So, see, napumsaka, see, that's what he is saying. Napumsake bhavan. Vartamana kale, why am I saying vartamana kale? Because for gramam gataha, vartamana is not there. Just like tasya, why am I bothered to say tasya? Because for odanam pachamanam, odanam is not in shashti. Odanam pachamanam is only shanach. Vartamanam kim, shanach, why do I have to say shanach pratyaya? So I cannot, then why am I saying vartamana? Because gramam gataha is in the past tense. So for gramam, there gramam is not in shashti vibhakti, gramam is in pratama vibhakti. Napumsake ba, that is what the gramam gataha means. It doesn't mean that the gataha is in the present tense. Napumsake bhava upasankhyanam iti asti. Upasankhyanam tad vartata vartikam asti na upasankhyanam iti. Napumsake bhavarte eva asti. Natu vartamane. What is upasankhyanam? Napunsaka vartigam. Upasankhyanam means vartigam. Napunsake bhava. Okay. So, then chatrasya hasitam. That hasitam there, it's hasitam. Hasitam is bhavarte. Bhavarte asti ityanena chatrasya hasitam. Hasitam is bhavarte. Bhavarte means for neuter singular. Hasitam is neuter singular. Yes. Neuter singular means then it is in bhavarte. If hasitam is there, tatra shastrasya shasti kena kena vidhitam. The other day you also said, right? Rajnya suptam. What did you say, Mahodaya? The other day in the class, you gave the example. Rajnyam suptam. Rajnya suptam. Suptaha. So Rajnya there. No. Bhavarte means it is only in Napumsaka. Rajnya suptam. Yeah. So there it is suptam. In Bhutakalarte, Bhavarte asti. Now, he is saying Napumsake Bhave Upasankhyanam. Chatrasya hasitam, mayurasya nirittam. Stop one minute. Okay. Rajnyam suptam, tatra rajnyam shashti kena sutrena vihita? Not rajnyam, there you said rajnya suptam. Rajnya there, rajnya is tritiya vibhakti. It is rajnya tritiya, rajnya by the king, sleep was done. There it is in tritiya, but now here I don't know why they are saying chatrasya hasitam. Hasitam is in it's in bhavarte asti. Okay, then chatrasya hasitam, tathacha later he is saying sesha vijnanat siddham. This is sesha vijnanat siddham. He is saying chatrasya hasitam, mayurasya nrittam, kokilasya vyakritam, these are all sesha vijnanat siddham, tatacha kartrivivakshayam tritiya api bhavati chatrena hasitam. Now I understand. Napumsake bhave upasankhyanam, hasitam iti bhavarte asti, नपुंसके एव नपुंसके सिङ्गुलर् एव भवति. देन् इफ् इट् इस् शेषविज्ञानात् शेषविज्ञानात् इति षष्टिशेषे षष्टिशेषे इत्यनेन देन् ऐ केन् देन् अट् देट् टैम् देन् ऐ केन् से छात्रस्य हसितं. दिस् इस् वाट् फार् नौ ऐ अण्डर्स्टाण्ड्. छात्रस्य हसितं मयूरस्य नृत्यं कोकिलस्य व्याहृतम् इति बै षष्टिशेषे शेषविज्ञानात् सिद्धं. तथा च कर्तृ विवक्षायाम् इफ् द विवक्षा इस् कर्तृसंज्ञा भवति देन् तृतीया एव भवति राज्ञा लैक् अवर् राज्ञा सुप्तं देन् छात्रेण हसितं या छात्रेण हसितम् इति देन् सि देन् तस्य च वर्तमाने डसिन् कम् टु आल् द धातूस् महोदय. तस्य च वर्तमाने इस् ओन्ली टु सर्टन् धातूस् and tasya cha vartamane is only for those dhatus which get tasya dha pratyaya in vartamana kale. For that then shashti vibhakti hi bhavati. That's what the tasya cha vartamane. But that certain dhatus is given only by mati buddhi puja tebhyah. And here he is still not say the those examples are only in it's showing only it's only showing different arthas. Why it is not in Vartamana, why it is not in now, so whatever something else that we saw. So now I understand what you showed. So it is still not, it is not showing Hasitam and all that in Vartamana Arthe Mahoraya. Right. But my question is that, which is the link between Tasya cha Vartamane and these two sutras? Nidaha taha and Madhibuddhya puja tebhyaha. In the only this tasya cha vartamane is applicable only for these two sutras. Yeah, because these two sutras is, I don't know the nidaha taha, I don't know how what it does, but that also yeah, nidaha taha, is under vartamane. Nidaha taha, just what does it say? That. Yeah, the is verbal the, roots is, marked with a ni yeah. takes a suffix ta. In the denoting in the present. It's an adesha. Yeah. Adesha. Ni. No, no, mark the indicate. So in the dhatu pata, it will be there with the ni. Yeah. As nimita. Nimita to be affectionate. Nimita. So nimita. For those dhatus. Oh. So those dhatus also get present time, the present, present tense. Okay. So those dhatus and mati buddhi puja tebhyascha. They get the ta pratyaya in for the vartamana kala arthe. Okay. Otherwise, now, now tell me, how does the tasya cha vartamane restricting only to these two sutras? No, tasya cha vartamane. What is the link? Anuvritti sahitam sutram nasti, kutrabhi nasti, katam, how are we going to link only to two sutras which are lying in different... This is tasya cha vartamane is lying different. Yes, but kartri, because it is only vidhi, it is giving only the shashti vibhakti vidhanam. Shashti vibhakti vidhanam is under all this shashti seshe, kartri karmano kriti, all that. We did all that. If you go 2360 kartri karmano kriti, just before that is the shashti seshe. That is all under vibhakti vidhanam. Neetaha taha, this is all under kala arthe. 3-2 is all under kala. 3-2, 3-2, 188, this is mati buddhi puja arthe. Just before that is the nishta, which got the bhuta kala arthe. Anyway, we'll ask Vidya Bhagini for some explanation on that. No, Mahode, that's very. If you look I'm not denying that, but I want to know. Shasti vidhanam bhavati tasya cha vartamane sutrena. Why does that tasya cha vartamane that tatrakta pratyasya kevalam two sutras are included then in what is the, how does that link comes in? In that Pratyaya Sutra is my question. I'm not denying what is happening. I agree, accept and everything. That's true, Madhya. My logic doesn't allow me to accept that. तस्य च वर्तमाने षष्टि विहितः भवति, षष्टि विहितानं भवति. Normally, ta pratyaya comes only in the past tense, and that too is those two are giving dhatus. Yeah, so that is very general. So because this is a specific one, that is why tasya vartamane has been linked with this. So pujartam, whatever it is, so that whole sutra is connected to tasya vartamane because of the specification. No, Mahoday is saying, why are they in two different sections? I understand that. But my answer to that, according to me, I see, because tasya vartamane is specifically connected to this. Why? Because normally ta pratyaya is only the past tense. Everything. Everything would take only its past tense. Tasya cha vartamane is giving shashti vibhakti. Madhi Pudhi Pujartebhyaha is for the Ta Pratyaya Vartamana Kala Arte. Tasya cha Vartamane is giving Shashti Vibhakti Vidhanam to the Anukta Karta or Anukta Karma. Okay. And Anukta Karta, Anukta Karma, that Shashti Vibhakti Vidhanam is under that tasya cha vartamane is under kartra karmano kriti. It's immediately following kartra karmano kriti. So that means when the vartamana is indicated by ta pratyaya, you have to use shashti. And you cannot use samasa, it is vyastha prayoga. It is only vyastha prayoga, right? By kartra karmano kriti, yeni kritanta padam ityanena anukta karta or anukta karma shashti vibhakti bhavati. But under kartra karmano kriti, then the next immediate, the following sutra is tasya cha vartamane. But kartra karmano kriti ityanena shashti vibhakti anukta karta anukta karma bhavati. But na loka veya nishta kalartha trinam ityanena the big nisheda is there. With the nishta pada, shashti vibhakti not vidiyate. षष्टि विभक्ति विधानं न क्रियते चेत् देन् समासम् अपि न वि केनाट् इवन् थिङ्क् अबौट् समासम् रैट् सो देन् कर्तृकर्मणो कृति इत्यनेन षष्टि भवितुम् अर्हति देन् दट् निष्ठा इस् अगेन् देन् षष्टि विभक्ति निषेधं क्रियते देन् तस्य च वर्तमाने कम्स् अण्ड् सेस् हे बट् इफ् द थ प्रत्यया इस् इन् द वर्तमानकालार्थे ब्रिङ्ग् बेक् द षष्टि विभक्ति टु द अनुक्तकर्ता सो अनुक्तकर्म Only Shashti Vibhakti is to be brought in when it is in the Vartamana Kala. Shashti Vibhakti is brought in. Yes. Is brought in by Tasya Cha Vartamane. And then once the Shashti Vibhakti comes, then you can think about, can I form Samasa with that? That cannot be done by Tena Cha Pujaya. Yeah. Okay, now my question, one question comes, Usha Bhagini. I'm just brainstorming. Nitaktaha, that sutra also what says Vartamanarthe, you know? This one. Nitaktaha, what say said, Eti dhatu pade nit asti chet, tasya bhi krit prayoge Vartamanartham bhavati iti. Vartamane, right? The verbal roots marked with the indicatory ni in the dhatu rupa takes a suffix ta when denoting present tense. Okay, present tense. Right. In the present tense, if there is ta pratyaya for any of these dhatu, what will happen? Will they also get shashti? Yes, then the anukta karta or the anukta karma will get the shashti. Okay. Now, if they are getting shashti, and there is a ta pratyaya and vartamana arthe asti, but it doesn't come under madhi buddhi puja artha. Okay. What happens to that dadu? Then, I don't know. Then, shashti samasa bhavitum arhativa. Then, is there a nishayata for that? Because now, we only did tena cha pujayam only for madhi buddhi puja artebhyascha dadubhyaha eva. samasam nishedam kriyate by tena cha pujayam. So I don't know if there is any other nisheda sutras, mahodaya. Maybe there is more is going to come with the Vidya Bhagini may say more. See, how many dadus are there? There are 14 dadus with nit. Nifalam, nimidam, nishidam, nitvaram, nishidam, nishappam, nibhi, nidrinam. That is fal, mid, quid, swid, twar, swid, swap, bhi, trish, mid, shid, hush, dush, ish, idh, chid, kid. Okay, this is a repetition from the earlier one. Okay, so you have 412 dhatus which are nit. Now, all of them can take ta pratiya for vartamanarthe, right? Tatra vartamanarthe bhavati, tasya cha vartamane iti sutrena shashti karta bhavati. Shashti vibhakti bhavati. Karta shashti asti, ta pratiya asti, tatra kagati. Then I don't know. Then maybe samasa can come. I don't know if there is a nisheda sutra. So let us take trishdhatu trisham pipasayam iti divadi gane asti. Right? Yeah. So trishta iti bhavati na, to be thirsty. Oh, trishna. Okay. Trishta iti bhavati na. Trish. बालकस्य तृष्टा इति स्थिते समासः बालतृष्टा भवति वा राजस्य तृष्टः इति द थर्स्ट् आफ् द बाय् आर् थर्स्ट् आफ् रामा रैट् तत्र षष्ठी समासः भवति वा ऐ डोण्ट् नो इफ् देर् इस् एन् निषेधसूत्रं महोदय एनिवे ओके नौ वन् मोर् सूत्र हि भगिनी स्टार्टेड् दट् लेट् अस् मूव् टु द अधिकरणवाचिना च जस्ट् बिकास् वि हव् अबौट् 15 मोर् मिनिट्स् वाट् वि आर् सेयिङ्ग् दट् दिस् विल् बि टेकन् अप् अगेन् बै भगिनी इन् द क्लास् टु डे बिकास् ऐ थिङ्क् मोस्ट् आफ् द पीपल् वर् डोण्ट् absent, so this will be revised today. But tatra adhikarana arthi, adhikarana vachina cha and adhikarana vachina cha. Yeah, there are two sutras for it, which are one by one. Now again, adhikarana vachina cha is shashti vibhakti vidhanam, and adhikarana vachina cha iti vachina iti वाचिनः च ईस् षष्टिविधानं वाचिना च ईस् निषेधसूत्रं समासनिषेधसूत्रम् इट्स् गोयिङ्ग् टु कन्फ्यूस् दट् इस् दट् एनिवे वि विल् बि गोयिङ्ग् त्रू दिस् सो ऐ एम् नाट् वि लेट् अस् नाट् डिस्कस् दिस् नौ बिकास् इट्स् बेटर् टु डू रिविशन् इन् द क्लास् दिस् वन् अधिकरणवाचिना च Uma Bhagini was reminding of the homework. Ayayo, I haven't done that. Idam yesham asitam, idam yesham something. All that she said, kartari prayoge adhikaranarthe nasti chet sentence vadatu, and adhikaranarthe asti chet grihapata mahodaya. Yeah, I don't remember what is the grihapata. इदं येषां आसितम् इदं येषां शयितम् इदं हे हे सुप्तम् इदं वनकपेः यातं दीस् आर् आल् अण्डर् अधिकरण अर्थे अस्ति शि सेड् अधिकरण अर्थे अस्ति चेत् कर्तरि प्रयोगे अधिकरणार्थे नास्ति चेत् सेण्टेन्स् वदतु कर्तरिप्रयोगे अधिकरणार्थे नास्ति चेत् अपि च अधिकरणार्थे अस्ति चेत् अधिकरणार्थे नास्ति चेत् किं भवति? देन् कर्तरिप्रयोगे इदं येषाम् आसितम् आसितम् इस् इट् इस् अण्डर् तप्रत्यय तप्रत्यय मीन्स् अधिकरणार्थे इदं येषां भुक्तं भुक्तं ओके तत्र येषां भुक्तम् इति षष्टि अस्ति अधिकरणवाचिनश्च इति सूत्रेण येषां षष्टि भवति नो चेत् तृतीया भवति न भुक्तम् इत्यनेन इदम् इस् उक्तम् इदं येषां सेकेण्ड् ऐ हाव् गोट् ए डौट् हियर् सी कर्तृर्थे मीन्स् इट् इस् आर्डिनरि सेण्टेन्स् नाट् पेसिव् दीस् आर् इदं येषां भुक्तं मीन्स् इट् इस् अ पेसिव् पेसिव् सेण्टेन्स् सो इट् शुड् बि कर्तरि मीन्स् इट् शुड् बि आक्टिव् सेण्टेन्स् आक्टिव् सेण्टेन्स् इन् द अधिकरणार्थ अण्ड् आक्टिव् सेण्टेन्स् वेर् नो अधिकरणार्थ कम्स् So, how about, tell me examples. So, idam, let us take this, idam yesham buktam. Yesham iti, what is yesham oda? Idam buktam, I can understand. Idam is... Kasya sashti. येषामिति षष्टिया डजंट मैटर हूम इट इज एषः तस्य षष्टि व्हेन व्हेन यू कन्वर्ट इट इट रिक्वायर्ड इज रिक्वायर्ड व्हेन यू कन्वर्ट इट टू कर्तरी दैट इज रिक्वायर्ड वेदर इट इज रेफर्स टू एषः इति प्रथम एकवचनं भवति वा अस्ति न एषः तस्य शब्दरूपाणि किम् एषः एतौ दकारान्तपुल्लिङ्गे एतत् शब्दः एषः एतौ एते एतम् एनम् एतौ एनौ एतान् एनान् एतेन एनेन एताभ्याम् एतैः एतस्मै एषः डसन् कम् हियर् अट् आल् yesham yesham will be like a what was that word yesham no it is not yesham also it doesn't come here yesham one second no I will in the insha second enena I will only read the first thing yeshaga etau ete etam etau etan etena etabhyam etehi etasmin etabhyam etebhyah etasmat etabhyam etebhyah etasya is shashti एतस्य एतयोः एतेषां बट् इन् द इन् द इन् द सेण्टेन्स् फार् अस् इट्स् एषां रैट् नाट् एतेषां अद् एषां कृते एङ्ग वर्णते एषां मेबि वि शुड् गो अण्ड् रीड् रीड् इन् द बिगिनिङ्ग् कृतकरं पत्र புல்லிங்க சப்தத்துல ஏஷாம்ங்கிற வார்த்தை இல்ல ஏதேஷாம் தான் இருக்கு சஷ்டி பகுவச்சனத்துல இதம் ஏஷாம் அசிதம் இதம் தத்ர ஏஷாம் இதி நை சஷ்டி பகுவ சஷ்டி பகுவச்சனம் அதி ஐயம் இமௌ இமே தஸ்ய அஸ்ய அனயோஹ ஏஷாம் இதி அஸ்தி ஆ इदं शब्दस्य पुल्लिङ्ग पुल्लिङ्ग अयं शब्दस्य इदम् इति इदं प्रातिपदिकं रैट् तत्र षष्टि बहुवचनमस्ति इति कृत्वा तत्र षष्टि एव व्यक्तमस्ति येषां मकारान्तपुल्लिङ्ग इदं शब्दः अस्य अनयोः येषां अयं शब्दः सो हियर् अयं रेफर्स् टु कृष्ण ऐ थिङ्क् नो I mean, whatever it doesn't matter, Bhagini. Guptam is Sati. No, it matters Krishna when you convert Dama. It to... One second. No, no, when you convert it to Kartari Prayoga, that Prathama Vibhakti refers to what? Yeah, you can put anything, point. Right? You can put Rama, Krishna... You can put Idam. You can put Idam no, or I am. When you do that sloka... No, you don't have to use that sloka. You don't have to Krishna, Rama or this Govinda. Your own doesn't sentence, matter. Ma. Your own sentence, right? Okay. Your own sentence. Krishna, Rama, Govinda doesn't matter. Idam, Yesham, Bhukta means now. Idam means what does it here stand for? Idam. Yesham, Bhukta. Here it is. Idam, Bhukta. Idam, Adhikaranarthe asti. Kalu? Idam, Yesham, Bhukta. तस्य च षष्टि अनभिहिते Gopi say idam here is a place where he slept here yeah. is the place where he took food here is the place where he sat that's what it said yes that is why that idam is in the adhikaranarthe because that is in shashti vibhakti saying this place this is yeah, where this he place. This is where he slept this is where he sat the present tense la vandu irukadha inga da because they are always seeing krishna everywhere अधिकरणार्थे वा नास्ति वा एव प्रश्न ओके Adhikaranarthe means there are words which are Adhikaranarthe Suchayati. See, what does it say? Adhikarana Vachina. So when it comes in Adhikaranarthe, one doubt I have got. When you see Adhikaranarthe, what tense it comes? It cannot be in past tense, so it is only in present tense. No, Bhagini, whatever that is going to be... told by the third pratyaya that adhikarana will be in the first case shashti vibhakti bhavati the third pratyaya tadrishta pratyasya eva adhikarana vachana iti shabdena dwara grahanam bhavati iti kim vadati adhikaranarthe vihitakta pratyasya tadandena subandena saha shashtyandam samartam subandena na samasyate tatya nishedha asti adhikaranarthe ta adhikarane cha द्रव्यगतिप्रत्यवसानार्थेभ्यः इति सूत्रेण ता प्रत्यया विधीयते तादृशक्ता प्रत्ययान्तस्य एव अधिकरणवाचिन इति शब्देन द्वारा ग्रहणं भवति अधिकरणं वक्ति इति अधिकरणवाचितेन अधिकरणवाचिन रैट् तत्र ता अधिकरणे च द्रव्य द्रव्य गति प्रत्यवसान दीस् आर् द त्री मीनिङ्ग् अर्थेभ्यः इति अस्ति दीस् त्री अर्थेभ्य ता प्रत्ययभेदः भवति चेत् अधिकरणं वाचि भवति इण्डिकेट् अधिकरण वाचि अधिकरणं वक्ति इति देर्फोर् इन् दिस् श्लोक यु हेव् दट् आल् द त्री आल् आफ् दम् आर् इन्क्लूडेड् इन् द श्लोक मुकुन्दस्य सितम् इदं यातं रमापदे मुकुन्दं एतत् आनन्दस्य आनन्दस्ये अनन्तस्य इति गोप्यो ऊचुः अनन्तस्य इति ऊचुः गोप्या गोपी गोप्योः गोप्यः दिदृक्षवः दिदृक्षवः रैट् तत्र आल् द त्री आर् कमिङ्ग् अद् अशितम् असितं गतं यातम् आसितं यातं भुक्तम् इति अस्ति दीस् आल् द त्री आर् कमिङ्ग् हियर् देयरफोर् आल् आफ् देम् आर् द्रव्य प्रत्यवसनार्थं भोजनार्थं सो उपवेशनार्थं भोजनार्थं गमनार्थम् आल् द त्री अर्थे उपवेशनार्थं मीन्स् सिट्टिङ्ग् गमनार्थं गमनागमनार्थं मीन्स् यातं भोजनार्थं भुक्तं सो आल् द त्री आर् इन्क्लूडेड् इन् द्रव्य गति द्रव्य गति अण्ड् प्रत्यवसानार्थं प्रत्यवसानार्थे सो इन् आल् दीस् थिङ्ग्स् त प्रत्यय धातु गच्छत्या प्रत्यय देन् इट् इस् काल्ड् अतिकरणवाचि अतिकरणं वक्ति इति कृत्वा अतिकरणवाचि भवति अतिकरणवाचिना तेन तत् समासः न भवति तेन सह अचवाचिना च इति सो इदम् एषां भुक्तं वाट् डस् इट् से तत्र भुक्तम् इति भोजनार्थ धातु अस्ति तस्य ता प्रत्ययस्य योजनेन भुक्तम् इति अतिकरणवाचि अस्ति यथा अचिकरणवाचि अस्ति चेत् तस्य अचिकरणवाचिनश्च इति सूत्रेण षष्टिविधानं भवति इति कृत्वा एषां भुक्तं भवति and that is showing adhikarana iti krutva idam esham buktam means here his eating place that is why here idam means here esham his or their buktam means eating place adhikarana location right idam esham gatam this place is their coming and going place idam esham asitam this is where their sleeping place in this meaning now I don't know kartari and all those things which Bhagini is asking I said I not done that's all I can say Usha Bhagini will be able to think about it no I have to go to bed at least you all have another 6-8 hours to think about it too I am okay. already very... We'll stop here. Yeah. Dhanyavada, Mahodaya. Okay. Dhanyavada, Bhagini. Dhanyavada. Aruna, Bhagini. Dhanyavada. Pushpa, Bhagini. Namaskar hai, Dhanyavada. Dhanyavada, Mahodaya. Bhagini. Namaste. Namaste. Namaste, Dhanyavada. Namaste.